गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः अस्माकं न्यायवर्गे सर्वेषां सुस्वागतम् तत्र द्रव्याणां निरूपणम् अस्माभिः कृतम् एकमेव करपत्रम् अवशिष्टमस्ति तस्मिन् विषये आत्मा मनः च इति करपत्रं त्रयोदशकरपत्रमस्ति अस्तु तत्र साक्षात् पठेम हा विजि भगिनी आरब्धुमिच्छति वा आत्मा तित्लिकादि गजपर्यन्तं सर्वेषाम् एकैकम् आत्मा प्रत्येकं च जीवात्मा विभुः किन्तु ज्ञानाश्रयत्वं प्रत्येकं जीवस्य शरीरे एव भवति जीवात्मा सर्वत्र परन्तु तस्मिन् ज्ञानम् उत्पद्यते केवलं यत्र सः जीवात्मा स्वस्य शरीरे भवति अन्यत्र सर्वत्र जीवात्मा अस्ति एव परन्तु तस्मिन् ज्ञानं न उत्पद्यते यत्र जीवात्मनः संयोगः अपरस्य शरीरेण सह तत्र तस्मिन् आत्मनि ज्ञानं न उत्पद्यते यत्र च अन्यजीवात्मनः संयोगः भवति प्रथमस्य शरीरेण सह तत्रापि ज्ञानं न उत्पद्यते एवं च द्वौ आत्मनौ उभौ अपि सर्वव्यापिनौ उभयोः अपि संयोगः सर्वस्मिन् शरीरे परन्तु ज्ञानम् एकस्मिन् आत्मनि उत्पद्यते केवलं यत्र स्वशरीरेण सह संयोगसम्बन्धः अत्र संक्षिप्तरूपेण दीयते एक आत्मा यस्मिन् शरीरे अस्ति तस्मिन् आत्मनि तस्मिन् शरीरे एव आत्मनि उत्पद्यते केवलं न अन्यत्र शरीरे किम् उत्पद्यते ज्ञानम् उत्पद्यते ज्ञानं मम शरीरे विद्यमान आत्मा आत्मनि ज्ञानम् उत्पद्यते मम ज्ञानम् उत्पद्यते अन्यत्र शरीरे अन्यत्र ज्ञानम् उत्पद्यते इति प्रथमतया पिप्पलिकाभिगजेन्द्रपरि शरीरं भिन्नरूपेण वर्तते न्यूनं वा दीर्घं वा एकैकम् आत्मा आत्मा पिप्पलिकायां शरीरे अपि अस्ति गजशरीरे अपि अस्ति कस्य आत्मा तस्य पिप्पलिकायाम् आत्मा पिप्पलिकायां शरीरे अस्ति सत्यं पिपीलिकायाः आत्मा पिपीलिकायां शरीरे वर्तते गजस्य आत्मा गजस्य शरीरे वर्तते शरीरे वर्तते एकं च जीवात्मा विभुः किन्तु ज्ञान आश्रयत्वं प्रत्येकं जीवस्य शरीरे एव भवति जीवात्मा विभुः इति वयं पठितवन्तः किन्तु जीवात्मा विभुः इत्युक्ते किं तत्र किं भवति शरीरात् बहिः भवत्याः शरीरात् बहिः अपि भवत्याः आत्मा अस्ति वा न अस्ति शरीर आश्रये आत्मा शरीरम् आश्रयित्वा वर्तते न तत्र विभुः इत्युक्ते भवत्याः शरीरात् बहिः अपि भवत्याः आत्मा अस्ति किन्तु ज्ञानं भवत्याः आत्मनि ज्ञानं कदा उत्पद्यते, कुत्र उत्पद्यते इति चेत् भवत्याः शरीरे एव उत्पद्यते इति अस्मिन् परिच्छेदस्य मुख्यवार्ता अस्ति. आत्मा तु विभुः अस्ति. पिपीलिकायाः आत्मा पिपीलिकायां शरीरे अपि वर्तते, पिपीलिकायाः शरीरात् बहिः अपि वर्तते. किन्तु यदि पिपीलिकायाः किमपि ज्ञानं, तत्र शर्करा अस्ति इति ज्ञानं जायते, तद् ज्ञानं कुत्र जायते इति चेत् यस्मिन् शरीरे, तत्र पिपीलिकायाः शरीरे यः आत्मा विद्यते तत्रैव जायते. अपि च यत्र पिपीलिकायाः शरीरमस्ति तत्र भवत्याः आत्मा अपि अस्ति. आत्मा विभुः किल? आम् आम् आम् आम्. तथापि भवत्याम् आत्मनि तत्र पिपीलिकायाः यद् ज्ञानं लभ्यते तत् भवत्याम् आत्मनि न भवति इति अत्र मुख्यांशः. वदतु भगिनि अग्रे. जीवात्मा सर्वत्र, परन्तु तस्मिन् ज्ञानम् उत्पद्यते केवलं यत्र सः जीवात्मा स्वस्य शरीरे भवति. मम ज्ञानं मम शरीर एकः वस्तु अयं घटः इति ज्ञानं मम आत्मनि एव उत्पद्यते इति वा महोदय? हा, भवत्याः आत्मनि एव उत्पद्यते, तत्तु सत्यं. किन्तु भवत्याः आत्मा सर्वत्र वर्तते, विभुः अस्ति किल, तथापि भवत्याः शरीरः यत्र वर्तते तत्रैव एतद् ज्ञानं, तस्मिन् विद्यमान आत्मनि एव एतद् ज्ञानं लभ्यते. अन्यत्र सर्वत्र जीवात्मा अस्ति एव, परन्तु तस्मिन् ज्ञानं न उत्पद्यते. भवान् अपि अधुना उक्तवान् यत्र जीवात्मनः संयोगः अपरस्य शरीरेण सह तत्र तस्मिन् आत्मनि ज्ञानं न उत्पद्यते. यत्र च अन्यजीवात्मनः संयोगः भवति प्रथमस्य शरीरेण सह तत्रापि ज्ञानं न उत्पद्यते. अन्यत्र अन्यत्र अपरस्य शरीरेण सह यत् ज्ञानम् उत्पद्यते तत् ज्ञानं मम शरीरे न वर्तते. तस्य ज्ञानं मम शरीरे न वर्तते. मम शरीरे इति नास्ति, मम आत्मनि न वर्तते. आत्मनि ज्ञानं न वर्तते. सत्यम्. एवं च द्वौ आत्मनौ उभौ अपि सर्वव्याप्या जीवात्मा विभुः एव, किन्तु उभयोः ज्ञानं भिन्नरूपेण वर्तते. तस्य ज्ञानं कस्मिन् वर्तते? मम ज्ञानं मम मयि वर्तते. केवलं यत्र शरीरेण सह संयोगसम्बन्धः. स्वशरीरेण सह संयोगसम्बन्धः इत्युक्ते अत्र आत्मा इति कीदृश पदार्थः अस्ति? आत्मा द्रव्यम्. आत्मा द्रव्यं, शरीरम्? ओ, शरीरमपि द्रव्यं. अतः द्रव्ययोः मध्ये संयोगसम्बन्धः एव भवति. संयोगसम्बन्धः. समीचीनम्. अस्तु भगिनि, धन्यवादः. इति इदानीम् अत्र अस्मिन् परिच्छेदे किं दत्तम् इति चेत् तत्र मुख्यवार्ता किं, भगिनी एकनिमिषं म्यूट् मध्ये भवतु. मुख्यवार्ता किम् इति चेत् यद्यपि आत्मा विभुः इति उक्तं, तथापि शरीरे विद्यमानस्य आत्मनि एव ज्ञानम् उत्पद्यते, न तु अन्यत्र. अतः किमर्थम् आत्मा विभुः इति वक्तव्यम्? आत्मनः परिमाणं तत्र यावत् शरीरं तावत् इति वदामः, तत्र वदामश्चेत् तत्र कः दोषः भवति, कः क्षतिः भवति इति प्रश्नः अस्ति. तस्य उत्तरम् अग्रे आयास्यति. अस्तु, विजया भगिनी भवती पठतु अग्रे कृपया। आं जि एकं कदाचित् विभुत्वात् को लाभः अथवा किमर्थं जीवात्मा विभुः? यतोहि यदि स्वस्य परिमाणं शरीरपर्यन्तम् एव अभविष्यत् तर्हि जीवात्मनि मध्यमपरिमाणत्वात् अनित्यम् अनित्यत्वम् अनित्यत्वात् मोक्षः असम्भवः। अपि च पूर्वजन्मनः धर्माधर्मयोः अभावात् वर्तमानस्य सुखदुःखयोः कारणं न भविष्यत्। अतः जीवात्मा विभुः इति उच्यते। विभुत्वात् सर्वमूर्तद्रव्यसंयोगित्वं जीवात्मनि तथा सति सर्वैः शरीरैः सह संयोगसम्बन्धः, किन्तु ज्ञानाश्रयत्वं केवलं स्वस्य शरीरे। किमर्थम् इति चेत् तत्र विलक्षणसंयोगसम्बन्धः इति उच्यते। जीवः तु प्रतिशरीरं भिन्नः, विभुः नित्यः च। तत्र विभुत्वात् को लाभः इत्युक्ते तत्र विभुत्वम् इति आत्मनि आत्मविषये एव तत्र विभुत्वम् इति लाभः किम् इति पृच्छति। सम्यक् वा जि? आमां, किमर्थम् आत्मनः विभुत्वं स्वीकृतम् इति प्रश्नः। जीवात्मा विभुः यतोहि यदि स्वस्य परिमाणं शरीरपर्यन्तमेव अभविष्यत्। जीवात्मा विभुः इति शरीरपर्यन्तम्, अनन्तरं शरीरं मृत्युः अभवत् चेत् तत्र जीवात्मः विभुः इति वक्तुं शक्नुमः। परन्तु अन्ये शरीरे अपि एतत् जीवात्मा विभुः अस्ति। तत्र शरीरपर्यन्तम् इत्युक्ते यः जीवति मृत्युः अनन्तरं तस्य शरीरे विभुः तत्र नास्ति इति तत्र अस्ति। तर्हि जीवात्मनि मध्यमपरिमाणत्वात् अनित्यत्वम् अनित्यत्वात् मोक्षः असम्भवः। अपि च पूर्वजन्मनः धर्मधर्मयोः अभावात् वर्तमानस्य सुखदुःखयोः कारणं न भविष्यत् न अभविष्यत्। तत्र वयं पूर्वमेव दृष्टवन्तः परमाणुपरिमाणं, परममहत्परिमाणं, मध्यमपरिमाणम् इति तत्र विभुः अणुः नित्यत्वम् अनित्यत्वम् एतत् सर्वं वयं पूर्वं दृष्टवन्तः। तत्र मध्यमपरिमाणत्वात् अनित्यत्वं तत्र सूचयति, अनित्यत्वात् मोक्षः असम्भवः। नित्यम् अनित्यम् इति स्वीकुर्मः चेत् अनित्यत्वात् मोक्षः असम्भवः एव। अपि च पूर्वजन्मनः वयं किं अस्माकं किं किं कृतम् एतत् धर्मम् अधर्मम् एतत् अभावात् धर्मः अस्ति चेत् सुखं प्राप्नुमः, अधर्मः अस्ति चेत् तत्र दुःखमेव प्राप्नुमः। अभावात् वर्तमानस्य वयम् एतत् सर्वं दुःख सुखदुःखयोः अनुभवं कृतम् इति तत्र अस्ति। अतः जीवात्मा विभुः इति उच्यते, सर्वत्र अस्ति जीवात्मा, अतः एव विभुः। एतत् नित्यमेव, विभुत्वात् सर्वमूर्तद्रव्यसंयोगित्वं जीवात्मनि। विभुत्वात् सर्वमूर्तं तत् इत्युक्ते तत्र अनित्यमेव सूचयति. संयोगित्वं जीवात्मनि, विभुत्वात् विभुः अस्ति, अतः शरीरं शरीरस्य अन्ते वसति आत्मनः विभुत्वात्, अतः संयोगित्वं जीवात्मनि. मूर्तद्रव्यम् इत्युक्ते किम्? अन्य कोऽपि सहायं करोतु. मूर्तद्रव्यस्य लक्षणम् अस्माभिः अधीतम्. यद् दृश्यते मूर्तद्रव्यं न न पृथिवी जलं तेज वायुः परिमाणमस्ति महोदय. परिमाण पृथिवी जलं तेज वायुः कार्यम् अस्ति महोदय, क्रिया नास्ति. यस्मिन् क्रिया विद्यते क्रिया अस्ति. यस्मिन् क्रिया वर्तते कस्मिन् क्रिया सम्भव कस्मिन् क्रिया सम्भवति यत् कथ्यते नास्ति पृथिवी जलम् एतत् सर्वं वयं पूर्वमेव दृष्टवन्तः. जीवस्य अनित्यत्वे मा सतिः इति दोषः सा दोषः तत्र एव वयम् अस्माकं दृष्टवन्तः मूर्तम् इति अनित्यत्वम्. हा एकनिमिषं, तत्र मूर्तद्रव्यम् इत्युक्ते यस्मिन् क्रिया जायते, कुत्र कस्य क्रिया जातुम् अर्हता अस्ति इति चेत् यत् कुत्रचित् नास्ति तस्यैव क्रिया जातुम् अर्हति. इत्युक्ते विभुद्रव्येषु क्रिया यदा कदापि न भवितुम् अर्हति इति भवति. अतः तत्र मूर्तद्रव्यम् इत्युक्ते यस्मिन् क्रिया जाते. इदानीं कस्य क्रिया जातुम् अर्हता अस्ति इति चेत् तत्र मध्यमपरिमाणवन्तः अपि च परमाणुपरिमाणवन्तः ये तेषु क्रिया जातुम् अर्हति इति अस्ति. इदानीं तत्र आत्मा विभुः इत्यतः विभुत्वात् सर्वमूत्रसंयोगित्वं जीवात्मनि इत्युक्ते प्रत्येकं जीवात्मा सर्वेषां मूत्रद्रव्याणां तत्र संयोगः भवति. सर्वैः मूत्रद्रव्यैः सह तस्य संयोगः भवति इति अत्र उक्तम्. हा अग्रे भगिनी तथा सति. तथा सति सर्वैः शरीरैः सह संयोगसम्बन्धः इति भवता इदानीमेव उक्तं. किन्तु ज्ञान आश्रयत्वं केवलं स्वस्य शरीरे अहम् जानामि, अहं मया एतत् कृतम्, एतत् सर्वं ज्ञानं प्राप्नुम् अहम् इति ज्ञान आश्रयत्वं केवलं स्वस्य शरीरे एव. किमर्थम् इति चेत् तत्र विलक्षणसंयोगसम्बन्धः इत्युच्यते. जीवस्य प्रतिशरीरं भिन्नः विभुः नित्यं च लोको भिन्नरुचिः इति वयं वदामः. अत्र जीवः तु प्रतिशरीरं भिन्नः एव, विभुः नित्यम् इति तत्र किञ्चित् भवान् किल अहं वदामि किञ्चित् अस्तु. अत्र धन्यवादः भगिनि. अत्र पूर्वस्मिन् परिच्छेदे यद् विजी भगिन्या पठितं तत्र यद्यपि आत्मा विभुः तथापि तस्य आत्मनः ज्ञानाश्रयत्वं कुत्र लभ्यते इति चेत् तस्मिन् शरीरे एव लभ्यते इति पठितं. किमर्थं? यदि मम आत्मनि ज्ञानं मम शरीरे एव उत्पद्यते न तु बहिः, मम शरीरात् बहिः यद्यपि आत्मा अस्ति विभुः इत्यतः मम आत्मा मम शरीरात् बहिः अपि वर्तते तथापि तत्र ज्ञानं न उत्पद्यते, केवलं मनशरीरे एव उत्पद्यते. अतः किमर्थम् आत्मा तत्र शरीरपरिमाणम् इति किमर्थं न स्वीकृतं? तावदेव स्वीकुर्मः आत्मनः परिमाणं, किमर्थं विभुत्वं स्वीकर्तव्यम् इति पृष्टे सति, तत्र यदि शरीरस्य परिमाणमेव आत्मनः परिमाणम् इति स्वीकुर्मश्चेत्, तत्र जैनाः अस्ति किल, तेषां मतानुसारम् आत्मनः परिमाणं शरीरपरिमाणमेव, यदा यदा तत्र शरीरस्य वर्धनं भवति तथा आत्मनः अपि वर्धनं भवति इति तेषां मतं. किन्तु तत्र कः क्लेशः इति चेत्, इदानीं शरीरपरिमाणमेव आत्मनः परिमाणम् इति स्वीकुर्मश्चेत् तत्र आत्मनः परिमाणं विभुः न भवति, परमाणुपरिमाणमपि न भवति, तत्र शेषः परिमाणमस्ति, शेषं परिमाणमस्ति, मध्यमपरिमाणं, मध्यमपरिमाणमिति स्वीकुर्मश्चेत् तत्र अनित्यत्वम् आपतति. ये ये मध्यमपरिमाणवन्तः ते सर्वे अनित्याः इति व्याप्तिः अस्ति. अतः तत्र अनित्यत्वम् आपतति. अनित्यत्वं स्वीकुर्मश्चेत् तत्र किं भवति? आत्मा एव अनित्यम् इति चेत् तत्र मोक्षस्य नित्यत्वं कथं वा वक्तुं शक्यते? कस्य मोक्षम् इति चेत् आत्मनः एव मोक्षं किल. मोक्षमित्युक्ते तत् नित्यं भवेत्. यदि मोक्षमपि अनित्यम् इति स्वीकुर्मश्चेत् तत्र किमपि लाभः नास्ति. इत्यतः तत्र आत्मनः नित्यत्वं वक्तव्यं. नित्यत्वं वक्तव्यं चेत् तस्य परिमाणं विभुः भवेत्, नो चेत् परमाणुपरिमाणं भवेत्. विभुः भवति, विभुः इति स्वीकृतम् अत्र. परिमाणपरिमाणं किमर्थं न इति पूर्वमपि अस्माभिः दृष्टं, किञ्चित् अग्रे तस्मिन् विषये अपि चर्चां कुर्मः. किन्तु मध्यमपरिमाणम् इत्युक्ते शरीरपरिमाणमेव आत्मनः परिमाणम् इति स्वीकुर्मश्चेत् तत्र अनित्यत्वम् इति दोषः भवति. अनित्यत्वेन तत्र मोक्षस्य असम्भवः भवति इति एकं. द्वितीयं तु धर्माधर्मयोः अपि यदि आत्मनः नाशः स्वीकुर्मः तर्हि तस्मिन् विद्यमाने धर्माधर्म इत्युक्ते पुण्यपापं, तेषामपि नाशं भवति. किमर्थमित्युक्ते तत्र आत्मा एव आश्रयः किल पुण्यपापयोः इति कृत्वा, तस्य आश्रयनाशे तस्मिन् विद्यमानगुणानामपि नाशः भवत्येव इति कृत्वा, यदि पुण्यपापानां नाशः, पुण्यपापयोः नाशः वयं स्वीकुर्मः तर्हि अग्रिमजन्मनि अनुभूयमानसुखं वा दुःखं तस्य कारणं न वक्तुं शक्यते. तत्र अस्माभिः दोषः पठितः किल, अकृतहानिः, कृतहानिः, अकृत अभ्यागमः इति एतत् सर्वम् अस्माभिः पठितम्. अतः एतादृशदोषाः भवन्ति इति कृत्वा तत्र आत्मनः विभुत्वं स्वीकृतं. किन्तु इदानीं विभुत्वं स्वीकृतं चेत् आत्मा विभुः इति कृत्वा तत्र सर्वमूर्तद्रव्यसंयोगित्वं वर्तते एव. मम आत्मा मम शरीरेण सह तस्य संयोगः वर्तते इति तु सत्यं. किन्तु मम आत्मा विभुः इत्यतः सर्वेषां तत्र भवतां शरीरेण सह अपि, भवद्भिः शरीरैः सह अपि तत्र मम आत्मनः संयोगः वर्तते एव. यदि भवतः शरीरेण सह तत्र मम आत्मनः संयोगः वर्तते चेत् यः ज्ञानं भवतः शरीरे उत्पद्यते तद् मम शरीरे अपि उत्पादनीयं भवति किल इति दोषः भवति. तस्य निवारणं कथं कृतम् इति चेत् तत्र विलक्षणसंयोगसम्बन्धः इति, तत्र सामान्यसंयोगसम्बन्धः इति नास्ति. मम आत्मा अपि च मम शरीरम् अनयोः मध्ये यद्यपि संयोगद्वयमपि द्रव्यम् इत्यतः तत्र संयोगसम्बन्धः वर्तते. किन्तु मम आत्मा अपि च मम शरीरम् इति अनयोः मध्ये विलक्षणसंयोगसम्बन्धः वर्तते इति नैयायिकानां मतं. तादृशविलक्षणसंयोगसम्बन्धः मम आत्मा अपि च तत्र भवतां शरीरैः सह न भवति. तत्र सामान्यसंयोगसम्बन्धः एव वर्तते, विलक्षणसंयोगसम्बन्धः न वर्तते. इत्यतः यद् ज्ञानं तत्र भवतां शरीरे विद्यमान भवतः आत्मनि उत्पद्यते, तद् ज्ञानं मम आत्मनि उत्पद्यते इति अत्र अत्र दत्तमस्ति. अस्तु, अत्र प्रश्नद्वयं चर्चां कर्तुं शक्यते. प्रथमप्रश्नः, इदानीम् अनित्यत्वम् आपतति आत्मनः इति कृत्वा तस्य विभुत्वं स्वीकृतम् इति चेत् किमर्थं परमाणुपरिमाणं न स्वीकृतं? परमाणुपरिमाणं ये परमाणुपरिमाणवन्तः ते नित्याः इति अस्माभिः अधीतं किल. इदानीं तत्र आत्मनः परमाणुपरिमाणं स्वीकुर्मश्चेत् तत्र नित्यत्वं भवति. नित्यत्वं भवति चेत् तत्र मोक्षस्य सम्भवः भवति, अपि च धर्माधर्मयोः भावमपि भवति, अनेन सुखदुःखं तस्य कारणमपि लभ्यते इति कृत्वा किमर्थं परमाणुपरिमाणं न स्वीकृतम् आत्मनः? कोऽपि वदति वा? यदा आत्मनः परमाणुपरिमाणम् अस्ति चेत् एकस्मिन् शरीरे एकस्मिन् पार्श्वे भवति, तो अन्यस्मिन् पार्श्वे यदा स्पर्शः जायते तस्य ज्ञानं तस्य न भवति. हा, इति अस्ति. अपि च समीचीनं महोदय, अपि च युगपत् इति वक्तव्यं. यदि एकस्मिन् समये एकमेव ज्ञानम् उत्पद्यते तर्हि परमाणु परिमाण आत्मा तत्र गच्छति, तस्मिन् क्रियाम् उत्पाद्य तत्र गच्छति इति वक्तुं शक्यते. किन्तु एकस्मिन्नेव क्षणे शिरसि अपि कोऽपि स्पृशति, पादौ अपि कोऽपि स्पृशति, पादे अपि कोऽपि स्पृशति इति चिन्तयतु. तत्र युगपत् ज्ञानं, शिरसि विद्यमानस्पर्शः, पादे विद्यमानस्पर्शः, द्वयमपि एकस्मिन् स्थितस्य आत्मनि कथं वा लब्धुं शक्यते? इत्यतः तत्र परमाणुपरिमाणं न स्वीकर्तुं शक्यते. समीचीनम् इति एकम्. इदानीं द्वितीयम्, अत्र विलक्षणसंयोगः इति उक्तं, किन्तु इदानीम् अपि अस्माकं तत्र सम्बन्धस्य संयोगसम्बन्धस्य विषये तत्र लक्षणम् इत्यादिकम् अस्माभिः न पठितं, केवलम् एतदेव पठितं, संयोगसम्बन्धः इति सम्बन्धः अपि च द्रव्ययोः मध्ये एव भवति इति. अन्यत् किमपि उपायमस्ति वा एतस्य निरूपणे? तत्र विलक्षणसंयोगसम्बन्धः इति अनुक्त्वा अन्यत् किमपि तर्कं भवतां मनसि किमपि चिन्तनमस्ति वा? महोदय, भवता उक्तं यत् यद्यपि आत्मा विभुः अस्ति, मनः मनसा एव ज्ञानं ज्ञायते आत्मा आत्मना. मनः तु तत्र परिच्छिन्नम् अस्ति इत्यतः आत्मना अन्यत्र यदा मनः मनसा अन्यस्मिन् शरीरे यत् ज्ञानमस्ति तद् ज्ञातुं न शक्यते मम मनसा. इत्यतः तत्र आत्मा यद्यपि विभुः अस्ति, मनः इति इन्द्रियेण एव ज्ञानं लब्धुं शक्यते. मनः परिच्छिन्न अस्ति इति कारणेन तत्र दोषः न अस्ति इति चर्चितम् अस्माभिः. समीचीनम्. अत्र यद्यपि आत्मा विभुः तथापि तत्र ज्ञानम्, अहं जानामि इति ज्ञानं केन इन्द्रियेण ज्ञायते इति चेत् मनसा एव ज्ञायते. मनसः परिमाणं किं? विभुपरिमाणं नास्ति, मध्यमपरिमाणमपि नास्ति, केवलं परमाणुपरिमाणम्. परमाणुपरिमाणम् अस्ति इत्यतः मम मनः कुत्र विद्यते इति चेत् मम शरीरे एव विद्यते. मम मनः मम शरीरे एव विद्यते इति कृत्वा यज्ज्ञानं मम शरीरे उत्पद्यते, तदेव मम मनसा ग्रहीतुं शक्यते. यत्र यत्र ज्ञानं भवति तत्र मनः वेगेन गच्छति, गत्वा तत्र इन्द्रियरूपेण कार्यं करोति. इत्यतः मम मनः केवलं मम शरीरे एव उत्पद्यते, मम शरीरे एव अस्ति इति कृत्वा तेन मनसा तत्र केवलं यज्ज्ञानं मम शरीरे विद्यमान आत्मनि उत्पद्यते तस्य ज्ञानं भवति, करणत्वेन सः कार्यं करोति, तत् कार्यं करोति. नो चेत् यदि मनसः विभुत्वं स्वीकुर्मः तर्हि किं भवति, तत्र अन्येषां शरीरे तत्र यदा ज्ञानं जायते, अन्येषाम् आत्मनि यदा ज्ञानं जायते तत्र तदपि मनसा ज्ञातुं शक्यते इति दोषः भवति. यदि मनसः मध्यमपरिमाणं स्वीकुर्म तर्हि मनसः अनित्यत्वम् आपतति इति कृत्वा तत्र मनसः परमाणुपरिमाणं स्वीकृतं. परमाणुपरिमाणं स्वीकृतम् इत्यनेन प्रतिशरीरे एव प्रत्येकम् आत्मनः मनः लभ्यते इति कृत्वा तत्र केवलं तस्य शरीरे विद्यमानस्य ज्ञानस्य एव बोधः जायते इति भवति. किन्तु अत्र एतदपि वक्तव्यं श्रीराममहोदय, पश्यतु यदि तादृशं वदामः तत्र विलक्षणसंयोगः अस्वीकृत्य यदि तत्र मनः मम शरीरे एव लभ्यते अतः मम शरीरे यत् ज्ञानं जायते, मम शरीरे विद्यमान आत्मनि यत् ज्ञानं जायते तस्य एव बोधः जायते इति स्वीकुर्मश्चेत् तत्र क्लेशः नास्ति. किन्तु इतोपि किञ्चित् वक्तव्यं किम् इति चेत् तत्र यद् ज्ञानं भवतः शरीरे अपि भवति तद् ज्ञानं मम आत्मनि अपि भवति इति अङ्गीकर्तव्यं. किन्तु तस्य ज्ञानस्य बोधः मम आत्मनि न भवति. किमर्थम् इत्युक्ते भवतः शरीरे मम मनः नास्ति इत्यतः तस्य बोधः न जायते इति वक्तव्यं. प्रायः तत्र लाघवं नास्ति इत्यतः अत्र विलक्षणसंयोगसम्बन्धः इति उक्तम् प्रायः. समीचीनम्, अस्तु अग्रे गच्छेम. बालसुब्रह्मण्यं महोदय अग्रे पठति वा महोदय. हा वदतु भगिनि. मध्यमपरिमाणे मनः आगच्छति, परं मनः मनसः परिमाणं किम्? मनः भवान् एव तत् इदानीम् उक्तवन्तः खलु, मनः मध्यमपरिमाणे अस्ति वा? नास्ति, परमाणुपरिमाणं मनसः परिमाणं परमाणुपरिमाणमस्ति, मध्यमपरिमाणं नास्ति. अस्तु जि, अन्ये प्रश्नः, परममहत् परिमाणं मध्ये एव जीवाः इति विभुः आगच्छति खलु जि? परममहत् परिमाणम् इत्युक्ते विभुः सत्यं, परममहत् कोष्ठे तत्र दत्तवन्तः जीवाः आगच्छति इति, जीवाः तत्रैव परममहत् परिमाणमध्ये. अनन्तरं परमाणुपरिमाणं अत्र एव मनांसि इति आगच्छति, अत्र नित्यत्वम् अपि अस्ति खलु जि? सत्यं सत्यं, नित्यत्वं परमाणुपरिमाणं मध्ये आगच्छति चेत् किमर्थं जीवाः महत् परममहत् परिमाणं मध्ये आगच्छति? जीवाः नित्यत्वं खलु जि? किमर्थं परममहत् परिमाणं मध्ये आगच्छति? एतत् तु परमाणुपरिमाणं कोष्ठे एव आगन्तुं शक्नोति खलु? हा इति तस्य उत्तरम् इदानीमेव श्रीराममहोदयेन उक्तं. पुनः वदतु श्रीराममहोदय, किमर्थं जीवात्मनः परमाणुपरिमाणं न स्वीकृतम् इति वदतु. यदि जीवात्मपरमाणुपरिमाणम् अस्ति चेत् अस्माकं शरीरे एकस्मिन् पार्श्वे अस्ति इति स्वीकुर्मः, तदा युगपत् यदा कोऽपि मम शिरसि हस्तं स्थापयति, तदनन्तरं पादौ तस्य पादेन स्पर्शति, युगपत् द्वयोः स्पर्शयोः ज्ञानं मयि वर्तते. यदि ज्ञानं ज्ञानस्य अधिकरणम् आत्मा इत्यतः तत्र यदि मम जीवात्मा तत् एकस्मिन् पार्श्वे अस्ति चेत् अन्यस्य ज्ञानस्य कथं वा ज्ञानम् उत्पद्यते इति प्रश्नः उदेति. अतः ज्ञानः आत्मा विभुः इति एव स्वीकरणीयः, मध्यमपरिमाणं तु नास्ति तस्य इति अस्माभिः चर्चितम् अपि. सत्यं सत्यं. विजयभगिनी अवगच्छति वा, यदि जीवात्मनः परमाणुपरिमाणं स्वीकुर्मश्चेत् इदानीं भवत्याः शरीरे भवत्याः जीवात्मा कुत्र वर्तते? सर्वत्र वर्तते खलु? नास्ति, परमाणुपरिमाणम् अस्ति चेत् सर्वत्र इति कथं वा वक्तुं शक्यते? इदानीं भवत्या उक्तं तत्र जीवात्मनः परमाणुपरिमाणं स्वीकुर्मः इति. परमाणुपरिमाणम् परम अणुपरिमाणम् इति जीवात्मनः परिमाणं स्वीकुर्मश्चेत् भवत्याः शरीरं तु महान् बृहत् अस्ति किल, परमाणुपरिमाणस्य अपेक्षया शरीरं तु महान् बृहत् अस्ति इति कृत्वा इदानीम् आत्मा कुत्र वर्तते? परमाणुपरिमाणमस्ति चेत् शरीरे कुत्र वर्तते? अन्तः इत्युक्ते न अन्तः इति त्यजतु, तत्र शरीरे शिरसि वर्तते इति चिन्तयामः. सर्वत्र एव आत्मा किमर्थं वयं स्वीकुर्मः? पादे अस्ति, चक्षुषे अस्ति, चक्षुषी अस्ति, एतत् सर्वं वयं न वक्तुं शक्नुमः. किमर्थं एकनिमिषं भगिनि, भवती परमाणुपरिमाणम् इत्युक्ते किम् इति अवगच्छति वा? परमाणुपरिमाणम् इत्युक्ते किम्? नित्यत्वं? न तत्सर्वं त्यजतु, परिमाणं परमाणुपरिमाणम् इत्युक्ते किम्? घटपरिमाणम् इति चेत् किम्? तत्र नित्यत्वम् अस्ति. न तत् भगिनी तत्र नित्यत्वम् एतत् सर्वं त्यजतु, इदानीं परिमाणं, तत्र गजस्य परिमाणं भवती अवगच्छति किल, गजस्य परिमाणं महान् बृहत् अस्ति. बृहत् अस्ति. पिपीलिकायाः एकनिमिषं पिपीलिकायाः परिमाणं कियत् अस्ति? लघु अस्ति किल? लघु अस्ति. इदानीं परमाणुपरिमाणम् इत्युक्ते पिपीलिकायाम् अपि महान् लघुः अस्ति परिमाणं. परमाणुपरिमाणम् इत्युक्ते तावदेव महान् लघुः अस्ति परमाणुपरिमाणम् इत्युक्ते. इदानीं भवत्याः शरीरे पिपीलिका अस्ति इति चिन्तयतु, पिपीलिका सर्वत्र भवति वा? भगिनी पिपीलिका सर्वत्र नास्ति खलु? हा, यदि पिपीलिकायाः परिमाणमस्ति मध्यमपरिमाणं, यद्यपि लघु अस्ति किन्तु तद् मध्यमपरिमाणमस्ति. पिपीलिका कुत्र अस्ति इति चेत् मम शिरसि अस्ति इति भवती वदति किल, नो चेत् मम हस्तौ अस्ति, हस्ते अस्ति, पादे अस्ति इति भवती वदति किल. इदानीम् आत्मा परमाणुपरिमाणम् इति वदामश्चेत् पिपीलिकायाम् अपेक्षयापि महान् लघ्वी अस्ति आत्मनः परिमाणम्. अतः तत्र शरीरे यत्र कुत्रापि भवेत् आत्मा तत्रैव अस्ति आत्मा इति वक्तव्यमस्ति. सर्वत्र देहे शरीरे सर्वत्र आत्मा वर्तते इति चेत् तस्य आत्मनः परिमाणं मध्यमपरिमाणं भवति. परमाणुपरिमाणं स्वीकुर्मश्चेत् परममहत्परिमाणं क्षम्यतां परमाणुपरिमाणं स्वीकुर्मश्चेत् तत्र शरीरे एकस्मिन् पार्श्वे इत्युक्ते शिरसि, तत्रापि शिरसि सर्वत्र इति नास्ति, शिरसि एकस्मिन् कोणे एकस्मिन् पार्श्वे एव आत्मा अस्ति इति वक्तव्यं. तदेव परमाणुपरिमाणस्य तावदेव भवति किल परमाणुपरिमाणम् इत्युक्ते. अवगच्छति वा? हा, इति कृत्वा इदानीं पिपीलिका भवत्याः हस्ते गच्छति इति चिन्तयतु. तस्य स्पर्शः कुत्र लभ्यते? केवलं हस्ते एव लभ्यते किल, न तु पादे. तादृशं भवति यदि आत्मा केवलं शिरसि एव, इदानीं आत्मनः परमाणुपरिमाणं स्वीकुर्मश्चेत् आत्मा केवलं शिरसि एकस्मिन् कोणे अस्ति चेत् तत्र पादे विद्यमानस्पर्शस्य ज्ञानं कथं वा शिरसि वर्तमान आत्मनि उत्पद्यते? न उत्पद्यते. इति कृत्वा आत्मनः परमाणुपरिमाणं न स्वीकर्तुं शक्यते. मध्यमपरिमाणं स्वीकुर्मश्चेत् तत्र अनित्यत्व आपत्तिः भवति, अतः विभुपरिमाणं स्वीकृतम्. धन्यवादः. अस्तु, समीचीनं. हा, बालसुब्रह्मण्यं महोदय अग्रे पठतु. जीवात्मनः जीवात्मनः प्रत्यक्षं भवति मनसा, परमात्मनः प्रत्यक्षं न जायते, अतः अनुमानप्रमाणेन परमात्मा साधनीयः यथा पूर्वं प्रदर्शितम्. अङ्कुरः जायते बीजात्, यत् उत्पद्यते तस्य कश्चन कर्ता भवति एव. पुस्तकनिर्माणं करोति कश्चन, घटनिर्माणं करोति कश्चन. यत् उत्पद्यते तस्य नाम कार्यम्, यत् कार्यं भवति तस्य कार्यस्य कर्ता नितरां भवति. कर्तारं विना कार्यं न उत्पद्यते. अङ्कुरादिकम् अपि उत्पद्यते, अङ्कुरादीनां कर्तृत्वम् अस्माकं न सम्भवति. अतः सः कर्ता अन्यः एव भवेत्, स एव कर्ता ईश्वरः इति उच्यते. चित्त्यङ्कुरादिकं कर्तृजन्यं कार्यत्वात् घटवत् इति अनुमानम्. चित्तङ्कुरादिकं कर्तृजन्यं कार्यत्वात् यत्र यत्र कार्यत्वं तत्र तत्र कर्तृजन्यत्वं यथा घटः उक्तं. जीवात्मनः प्रत्यक्षं भवति मनसा, जीवात्मा प्रत्यक्षं मनसा एव, मनः एव जीवात्मस्य प्रत्यक्षं प्रत्यक्षसाधनं. परमात्मा प्रत्यक्षं न जायते, प्रत्यक्षं प्रत्यक्षरूपेण वयम् अनुभवितुं न शक्यते परमात्मा. अतः परमात्मा अनुमानरूपेण अनुमानप्रमाणेन एव प्रत्यक्षं साधनीयः. प्रत्यक्षं साधयितुं शक्यते अनुमानप्रमाणेन एव केवलं. कस्य? परमात्मा. हा, परमात्मनः. तत्र जीवात्मनः अस्तित्वं मनसा ज्ञायते, मनसा ज्ञायते. परन्तु परमात्मा प्रत्यक्षं न साधयितुं शक्यते, तस्मात् अनुमानप्रमाणेन एव साधयितुं शक्यते. पूर्वम् एतानि सर्वे प्रदर्शितमेव. इदानीम् अङ्कुरः जायते बीजात्, बीजात् अङ्कुरः वर्तेति. यत् उत्पद्यते तस्य कश्चन कर्ता भवति एव इति नियति. यत् उत्पद्यते तस्य उत्पादनस्य कर्ता भवेत्. उदाहरणं पुस्तकनिर्माणं कृते पुस्तकः घटनिर्माणं भवति, घटकारः इत्यादि. यत् उत्पद्यते तस्य नाम कार्यं, कर्ता इति यः उत्पाद्यते यः उत्पद्यते इति कार्यं यत् कार्यं भवति तस्य कार्यस्य कर्ता नितरां भवति. कार्यम् अस्ति चेत् कर्ता भवेत् अपि च नितरां भवति. तात्कालिकरूपेण अस्ति इति न, नितरां कर्ता भवति एव. इत्युक्ते नितराम् इत्युक्ते अत्र नियमेन इति अर्थः. कार्यस्य उत्पादनार्थं तत्र किमपि कर्ता भवेदेव, कर्ता विना कार्यं यदा कदापि न भवति. सर्वदा सदा कर्तु न कार्यं भवति चेत् कार्यस्य कर्ता भवेत् एव, नितरां भवति एव. सत्यं नियमेन भवेदेव. नितरां न, अत्र तु नियमेन इति अर्थः. अस्तु जि, कर्तरि विना कार्यं न उत्पद्यते. अङ्कुरादिकम् अपि उत्पद्यते. अङ्कुरादिकं वर्धमानं भवति इति उत्पद्यते, परन्तु अङ्कुरादीनां कर्तृत्वम् अस्माकं न सम्भवति. इत्युक्ते वयम् उत्पादनं न कुर्वन्तः. अङ्कुरविषये, अङ्कुरादिविषये कर्तृत्वं अस्माकं न. तत्र मृद् इति स्वीकुर्मः महोदय, तत्र मृद् इति स्वीकुर्मश्चेत् मृदा घटस्य उत्पादनं तत्र अस्माभिः कर्तुं शक्यते, किन्तु मृदः उत्पादनं केन केन कृतम्? अस्माकं कृतम्, अस्माभिः कृतम्. न न, मृद् इदानीं घटं, घटस्य निर्माणं न न न अस्माकं न. हा न, घटस्य उत्पादनम् अस्माभिः क्रियते, किन्तु मृदः उत्पादनं केन कृतम् इति चेत् तस्य प्रश्नस्य उत्तरं न लभ्यते. अतः तत्र अनुमानेन वक्तव्यं परमात्मा ईश्वरः अस्ति, तेनैव मृद् कृतं, तेनैव अङ्कुरं कृतम् इति. यद्यत् प्रपञ्चे लभ्यते तत्सर्वं केनापि कर्तव्यं भवति, इत्यतः सः तादृशकर्ता अस्ति ईश्वरः. वदतु महोदय. अतः सः कर्ता अन्यः एव भवेत्. अङ्कुरादिविषये अस्माकं न उत्पादनं कृतः, तस्मात् अन्यः कोऽपि कर्ता भवेत्. सः कर्ता एव ईश्वरः. यदा अस्माभिः कोऽपि न उत्पादनं कृतः, अन्यः कोऽपि भवेत्, सः एव ईश्वरः इति उच्यते. शित्यङ्कुरादिकं कर्तृजन्यं कार्यत्वात् घटवत् इति अनुमानम्. शिति अङ्कुरादिकं कर्तृजन्यं, कर्तृजन्यं कर्तृत्वात् घटवत् कार्यत्वात् घटवत्. घटः कार्यम् अस्माभिः सम्भवति, परन्तु अङ्कुरादिकम् इति न एवं वा महोदय? तत्र व्याप्तिः अस्ति, अत्र व्याप्तिः अस्ति. क्षित्यङ्कुरादिकं कर्तृजन्यं, कर्तृजन्यम् इत्युक्ते कर्त्राजन्यं कार्यत्वात्. तत्र अङ्कुरम् अपि कार्यमस्ति, तत्र क्षिति इत्युक्ते भूमि अस्ति किल, तत् भूमि अपि कार्यमस्ति. तत् कार्यमस्ति चेत् केनापि कर्तव्यं भवति, यथा घटं, घटं कार्यं, घटः कार्यः इति वदामश्चेत् तत्र कुम्भकारः विना कुम्भकारेण विना तत्र कथं वा घटस्य उत्पत्तिः भवति इति कृत्वा किमपि तत्र कर्ता भवेत् सः एव कर्ता ईश्वरः इति अत्र स्वीकृतम्। अतः अत्र एतदेव अनुमानं क्षित्यङ्कुरादिकं कर्तृजन्यं कार्यत्वात् घटवत् इत्यतः क्षित्यङ्कुरादिकानां कर्ता अस्ति ईश्वरः इति अनुमितं तत्र। समीचीनं, चेतनपुरुषः एकः, हा, किमपि चेतनपुरुषः भवेद् यस्मिन् ज्ञानमस्ति तेन ज्ञानेन एषः एतेषाम् उत्पादनं करोति इति। समीचीनं महोदय, धन्यवादः। हा, श्रीरा महोदय अग्रे पठति वा? जीवात्मनः किन्तु प्रत्यक्षं जायते, प्रत्यक्षं द्विविधं बाह्यप्रत्यक्षम् आन्तरप्रत्यक्षं च। बाह्यप्रत्यक्षं पुनः पञ्चविधं चाक्षुषं दासनं घ्राणजं श्रावणं त्वचञ्च त्वाचञ्च। आन्तरप्रत्यक्षम् एकविधं मानसप्रत्यक्षं, मनसा जायमानं प्रत्यक्षं मानसम्। अहं जानामि, अहम् इच्छामि, अहं खादामि, अहम् अहम् इति भवति किल, तदेव प्रत्यक्षम्। अहम् इति प्रतीतिः भवति, अहम् इति पदस्य अर्थः आत्मा। इदं मानसप्रत्यक्षम्। मनः अपि इन्द्रियं, मनः इति इन्द्रियेण प्रत्यक्षं जायते आत्मनः। मनसा आत्मनः प्रत्यक्षम्, आत्मनि विद्यमानं ज्ञानादीनां च प्रत्यक्षम्। ज्ञानस्य प्रत्यक्षम्, इच्छायाः प्रत्यक्षं, दुःखस्य प्रत्यक्षम्, येषु नवसु विशिष्टगुणेषु षण्णां प्रत्यक्षं भवति मनः इतीन्द्रियेण। त्रयगुणाः अतीन्द्रियाः, धर्मः अधर्मः संस्कारश्च। एते त्रयः विशिष्टगुणाः मनसा न गृह्यन्ते। घटपटादीनां प्रत्यक्षं जायते चक्षुरिन्द्रियेण। मनसा यत् ज्ञानं जायते तस्य ज्ञानस्य विषयः आत्मनि विद्यमानाः इच्छा सुख दुःखादयः गुणाः। जीवात्मा स्वयं च, अत्र प्रत्यक्ष विषये संक्षिप्तरूपेण वदति वा तत्र प्रत्येकं पंक्तिशः अधीतं किल? अतः सत्यं, अत्र प्रत्यक्षविषये चर्चा अस्ति। बाह्यप्रत्यक्षं चक्षुषादिन्द्रियेण भवति, बाह्येन्द्रियेण भवति। मनसि आत्मनि विद्यमानः गुणाः, ये गुणाः सन्ति ते मनसा तेषां प्रत्यक्षं भवति। केवलं धर्म अधर्मसंस्काराः एते आत्मगुणाः गुणानां प्रत्यक्षं मनसापि न भवति इत्यपि अस्ति। अनन्तरम् आत्मा इत्युक्ते अहम् अहम् इति यः प्रत्ययः वयं जानीमः अस्मत्सु यः प्रत्ययः अहम् अहम् इति अस्ति तदेव आत्मा, तस्यापि मनसा प्रत्यक्षं भवति। अतः आत्मप्रत्यक्षं मनसा भवति इति वदन्ति इति अस्ति अत्र मुख्यचार वार्ता। अपि च अन्यत् किमपि अस्ति वा अत्र? मनसा आत्मनः प्रत्यक्षं भवति, तत्र मनसा केवलम् आत्मनः प्रत्यक्षं नास्ति किन्तु आत्मनि विद्यमाननवगुणाः, तेषां नवगुणा नास्ति षड्गुणाः, तेषामपि प्रत्यक्षं भवति। हा, तदेव अस्ति इति अस्ति, समीचीनं। तत्र षड्गुणाः के? मनसा ग्रही गृह्यमाणः ज्ञानं सुखं दुःखम् इच्छा द्वेष प्रयत्नः इति षण्णां षड्गुणाः। अत्र जीवात्मनः अस्तित्वे किं प्रमाणम् इति चेत् मानसप्रत्यक्षमेव प्रमाणम्। परमात्मनः अस्तित्वे किं प्रमाणम् इति चेत् अनुमानप्रमाणम्। अनुमानं। हा समीचीनं महोदय, धन्यवादः। धन्यवादः शिवराममहोदय, अग्रे पठति वा मनः इति? सुखादि उपलब्धसाधनम् इन्द्रियं मनः, तच्च प्रत्यात्मनियतत्वात् अनन्तं परमाणुरूपं नित्यञ्च। सुखादीनाम् उपलब्धिः इति सुखादि उपलब्धिः षष्टितत्पुरुषसमासः। उपलब्धिः नाम प्रत्यक्षं, कस्य प्रत्यक्षं? सुखादीनां प्रत्यक्षं। सुखस्य प्रत्यक्षं, दुःखस्य प्रत्यक्षं, ज्ञानस्य प्रत्यक्षम्, इच्छायाः प्रत्यक्षम्, एतादृशाः षड्गुणाः इति आदिपदेन स्वीकार्यम्। आत्मनि विद्यमानाः गुणाः ज्ञानं, सुखं, दुःखम्, इच्छा, द्वेष, प्रयत्न, धर्म, अधर्म, भावनाख्यसंस्काराः। उपलब्धि इति प्रत्यक्षं, प्रत्यक्षम् इति एकविधज्ञानं, ज्ञानं चतुर्विधं, प्रत्यक्षम् अनुमितिः, उपमितिः, शाब्दबोधः च। प्रत्यक्षम् अन्यतमं ज्ञानम्, इन्द्रियजन्यं ज्ञानं प्रत्यक्षम्। चक्षुरिन्द्रियेण एकं ज्ञानं जायते, किं ज्ञानम्? इदं पुस्तकम् इति ज्ञानम्, इदं पुस्तकम् इति ज्ञानं मम उत्पन्नम्। अपि च एतदेव, इदं पुस्तकम् इति ज्ञानं मम उत्पन्नम्, एतदपि एकं ज्ञानम्। एतद् ज्ञानं नाम अहं जानामि इति ज्ञानम्, एतदपि एकं ज्ञानम्। अहं ज्ञानस्य आश्रयः, अहम् इति पदार्थः जीवात्मा, अहम् इत्यनेन जीवात्मनः प्रत्यक्षं जायते, अपि च जानामि इत्यनेन ज्ञानं भासते, तादृशज्ञानस्य प्रत्यक्षं भवति मनसा। सुखादि उपलब्धिसाधन इन्द्रियमं मनः, अत्र मन सुखादि सुखादि उपलब्धिसाधनम् इन्द्रियं मनः, तच्च प्रत्यात्मनियतत्वात् अनन्तं परमाणुरूपं नित्यञ्च। सुखादीनाम् उपलब्धिः इति सुखादि उपलब्धिः षष्टि उपलब्धि नाम प्रत्यक्षं, कस्य सुखादीनां प्रथम सुख सुखस्य सुखदुःखज्ञान इच्छा एतादृशषड्गुणानां मनसा प्रत्यक्षं ज्ञानं भवति इति तस्य अर्थः न? ते षड्गुणाः, हा, आत्मनि विद्यमानगुणाः ज्ञानं, सुखं, दुःखम्, इच्छा, द्वेष, प्रयत्न, अधर्म, अधर्म, भावनाख्यसंस्काराः। एतेषु प्रथमषड्गुणाः ये सन्ति, तेषां गुणानां मनसा प्रत्यक्षं ज्ञानं भवति। सत्यम्। हा, उपलब्धि नाम प्रत्यक्षं, तस्य सुखादीनाम् उपलब्धि नाम सुखादि षड्गुणानां तत्र मनसा प्रत्यक्षं ज्ञानं भवति। उपलब्धि इति प्रत्यक्षं, प्रत्यक्षमिति एकविधज्ञानं, ज्ञानं चतुर्विधं, प्रत्यक्षम् अनुमितिः, उपमितिः, शाब्दबोधः च। ज्ञानं चत्वारः प्रकारः तत्र विद्यते, प्रत्यक्षं ज्ञानम्, अनुमानज्ञानम्, उपमितिज्ञानं, शाब्दबोधज्ञानं नाम शब्दप्रमाणं तथा उपमानप्रमाणम्, अनुमानप्रमाणं तथा प्रत्यक्षप्रमाणं। चत्वारः प्रमाणः तत्र वर्तते न्यायदर्शनानुसारेण। प्रत्यक्षम् अन्यतमं ज्ञानम्, इन्द्रियजन्यं ज्ञानं प्रत्यक्षम्। ये चत्वारः प्रकाराः वर्तते तेषु प्रत्यक्षम् एकम् अन्यतमं ज्ञानम् अस्ति। एतत् प्रत्यक्षं ज्ञानम् इन्द्रियजन्यं ज्ञानम् अस्ति, नाम इन्द्रियेण, इन्द्रियमाध्यमेन प्रत्यक्षज्ञानं भवति। चक्षुरादीन्द्रियेण एकं ज्ञानं जायते, चक्षुः आदि इन्द्रियेण एकं ज्ञानं जायते, इदं पुस्तकम् इति ज्ञानम्, इदं पुस्तकम् इति ज्ञानं मम उत्पन्नम्। चक्षु इन्द्रियेण यदा वयं पुस्तकं पश्यामः चेत् तत् इदं पुस्तकम् अस्ति इति ज्ञानं तत्र उत्पन्नं, तर्हि तत्र इदं पुस्तकम् इति एकं ज्ञानम्, अपि च इदं पुस्तकम् इति ज्ञानं मम उत्पन्नम्, एतदपि एकं ज्ञानम्, इदं पुस्तकम् अस्ति इति एकं ज्ञानम्, इदं पुस्तकम् अहं ज्ञातवान् वा इदं पुस्तकम् इति अहं जानामि, एतदपि एकं ज्ञानं। सत्यम्। एतद् ज्ञानं नाम अहं जानामि इति ज्ञानम्, एतदपि एकं ज्ञानम्, इदं पुस्तकम् अस्ति तथा एतत् पुस्तकम् अहं पुस्तकरूपेण जानामि, अहं जानामि इति अपि एकं ज्ञानम्. अहं ज्ञानस्य आश्रयः, अहम् इति पदार्थः, पदार्थः जीवात्मा, नाम ज्ञानस्य आश्रयः तत्र जीवात्मा अस्ति इति पदार्थः जीवात्मा. अहम् इत्यनेन जीवात्मनः प्रत्यक्षं जायते, अपि च जानामि इत्यनेन ज्ञानं भासते. अहम् इत्यनेन जीवात्मनः प्रत्यक्षं जायते. अहं जानामि नाम कः जानाति इत्यनेन अहं जानामि, यः जानाति सः जीवात्मा अस्ति. तर्हि तस्य जीवात्मा जीवात्मनः ज्ञानं तत्र प्रत्यक्षं भवति, तथा अहं जानामि इत्यनेन ज्ञानं भासते. तादृशज्ञानस्य प्रत्यक्षं भवति मनसा, एतादृश ज्ञानं मनसा जायते. अहं जानामि नाम जीवात्मा जानाति, तर्हि मनसा जीवात्मायाः प्रत्यक्षं तत्र ज्ञानं भवति वा दर्शनं भवति. सत्यं, समीचीनं महोदय, धन्यवादः. हा, इति अत्र मानसप्रत्यक्षविषये यद् अस्माभिः पूर्वमेव पठितं, तत्र किञ्चित् इतोपि पुनः तदेव पुनस्मारणत्वेन उक्तम्. अत्र एकमेव वदामि, ज्ञानं चतुर्विधं, प्रत्यक्षम्, अनुमितिः, उपमितिः, शाब्दबोधः इति. तत्र प्रमाणानि अपि चतुर्विधानि सन्ति. प्रत्यक्षम् इति प्रमाणेन यद् ज्ञानं जायते तस्य नाम अपि प्रत्यक्षम्. प्रत्यक्षप्रमाणेन जायमानज्ञानस्यापि नाम अस्ति प्रत्यक्षम्. अनुमानप्रमाणेन जायमानं ज्ञानस्य नाम अस्ति अनुमितिः. उपमानप्रमाणेन जायमानज्ञानस्य नाम अस्ति उपमितिः. शब्दप्रमाणेन, शब्दम् इति प्रमाणम् इत्युक्ते इदानीं कैलासम् इति पर्वतः अस्ति वा इति चेत् अहं तत्र गतवान्, गते संवत्सरे तत्र अहं गतवान्, गत्वा भवन्तम् अहं वदामि कैलासपर्वतं, कैलासम् इति महान् बृहत् पर्वतम् अस्ति, तत्र अहं गतवान् गते संवत्सरे इति वदनेन कैलासम् इति पदम् इति पर्वतम् अस्ति इति इदानीं भवतः बोधः जायतेव इति कृत्वा इदानीं तादृशज्ञानस्य प्रमाणं किम् इति चेत् यत् शब्दं मया उक्तं तदेव प्रमाणमस्ति. इत्यतः शब्दप्रमाणेन यत् बोधः जायते तस्य, यद् बोधः इत्युक्ते यद् ज्ञानं जायते तस्य नाम अस्ति शाब्दः इति. अस्तु, समीचीनं. भानुचेतनी महोदय अग्रे पठतु. आं महोदय, क्षम्यतां महोदय, विलम्बेन आगतं. भवतु महोदय. अहं सुखी इति पुनः एकं ज्ञानं. भोजनानन्तरं तृप्तिः भवेत् चेत् अहं सुखी इति ज्ञानम् एकं जायते. अथवा किमपि सौन्दर्यं दृश्यते चेत् सुखमुत्पद्यते आत्मनि, अहं सुखी इति ज्ञानम् एकं तत्रापि जायते. अस्तु वा. पुनः ध्यानेन अलौकिक, एकनिमिषं, सः खण्डितः अभवत्, बहिः गच्छति, पुनरागच्छति. किमपि अस्ति तत्र, यदा तूष्णीं तिष्ठति सः तस्य खण्डनं तत्र किमपि क्लेशः न भवति, यदा सः वक्तुमिच्छति तदा एतादृशं भवति. हा, पुनरागतम्. क्षम्यतां महोदय, भग्नः जातः. आमामहं. पुनः ध्यानेन अलौकिकसुखम् उत्पद्यते, अनेन अहं सुखी इति ज्ञानम् एकं तत्रापि जायते. सुखी नाम किं? सुखवान्, सुखं मयि अस्ति इति अत्र सुखस्य प्रत्यक्षं जायते. तादृशसुखस्य प्रत्यक्षं केन इन्द्रियेण जायते? चक्षुरिन्द्रियेण न जायते, त्वगिन्द्रियेण न जायते, किन्तु मनसा तादृशसुखस्य ज्ञानम् उत्पद्यते, सुखस्य प्रत्यक्षम् उत्पद्यते. तत्र सर्वं प्रत्यक्षः वक्तव्यम् इति नास्ति, तत्र सारांशः किमस्ति इति वदतु. आं महोदय, अहं सुखी इति एकं ज्ञानम्, एकं वृत्तिः अस्ति महोदय, तत् अनुभवेन ज्ञातुं शक्यते. तत् अहं सुखी भोजनं करोति चेत् तदपि एकं ज्ञानं ददाति, सौन्दर्यं दृश्यते चेत् अहं सुखी इति तद् किञ्चित् क्लेशं वर्तते महोदय. सौन्दर्यं दृश्यते चेत् एतत् सुन्दरमस्ति इति ज्ञानं वर्तते न? तत्र किमपि सौन्दर्य वस्तु अस्ति, तत्र सुन्दरवस्तु अस्ति, तस्य दर्शनेन मम आत्मनि सुखं जायते किल, आहा महान् सौन्दर्यमस्ति एतत् इति तादृशसुखं जायते किल, तदेव उक्तमत्र. ओ महोदय, ध्यानेन अपि तत् सुखं यद् जायते अलौकिक आनन्दं, तदपि भिन्नः. एतानि सर्वाणि कथं कथं प्रत्यक्षं भवति चेत् ते सर्वे मनसा प्रत्यक्षं भवति. आत्मनि तु उत्पद्यते, किन्तु ज्ञानं तु मनसा एव भवति. तत्र इन्द्रियेण ज्ञायते, अहं सुखी इति ज्ञानं कथं ज्ञायते? अन्तरिन्द्रियं, तत्र अन्तरिन्द्रियेण मनसा एव एतत् सर्वं ज्ञायते. अस्तु, अग्रिमपरिच्छेदमपि भवान् एव पठतु महोदय. महोदय, तादृश सुखादीनाम् उपलब्धेः प्रत्यक्षस्य यत् साधनं. दया करुणा इति गुणः अस्ति किल, इति गुणः इति नैयायिकानां मतं नास्ति, तत्र नव आत्मगुणाः एव सन्ति. किन्तु ये दया गुणः कुत्र अस्ति? न, दया इति गुणम् इति नैयायिकाः न अङ्गीकुर्वन्ति, गुणम् इति न अङ्गीकुर्वन्ति. तत्र किमपि तत्र नवगुणाः आत्मगुणाः नव एव इति नैयायिकानां चिन्तनम्. इदानीं दया इति कीदृशम् इति वक्तव्यं चेत् तत्र आत्मनः किमपि धर्मः इति तादृशं वक्तुं शक्यते. धर्मे अन्तर्भूतः, तत्र किमपि धर्मम् इति यत्किमपि वक्तव्यं, नो चेत् तत्र विशेषगुणाः नवगुणाः एव. दया इति तत्र ज्ञानं नास्ति, सुखं नास्ति, दुःखं नास्ति, द्वेषः नास्ति, इच्छा नास्ति, प्रायः इच्छा इति अस्मिन् अन्तर्भवितुं चिन्तनीयं. समीचीनप्रश्नः, चिन्तनीयमस्ति, किन्तु नैयायिकानां मतानुसारं तत्र नवगुणाः एव सन्ति. अस्तु, महोदय, तादृशसुखादीनाम् उपलब्धेः प्रत्यक्षस्य यत् साधनं, साधनं नाम कारणं. प्रत्यक्षमिति ज्ञानस्य कारणम् इन्द्रियम्, उपलब्धिः नाम प्रत्यक्षं. तादृशप्रत्यक्षस्य साधनं कारणम् इन्द्रियं, तदेव इन्द्रियं मनः. उपलब्धिः प्रत्यक्षम्, अस्य अन्यत् नाम साक्षात्कारः. तर्हि सुखस्य साक्षात्कारः सुखस्य उपलब्धिः. ज्ञानं, प्रत्यक्षम्, उपलब्धिः, साक्षात्कारः, प्रतीतिः, प्रत्ययः, सर्वं समानं. पुस्तकस्य साक्षात्कारः केन इन्द्रियेण जायते? चक्षुरिन्द्रियेण इदं पुस्तकम् इति साक्षात्कारः जायते. एवं सुखस्य साक्षात्कारः प्रत्यक्षम्, उपलब्धिः. मानसम् इति साक्षात्कारः मानसोपलब्धिः, मानसप्रत्यक्षम्. तर्हि अग्रे सुखाद्युपलब्धिसाधनं, साधनम् इत्युक्तौ कारणं. सुखादीनाम् उपलब्धेः साक्षात्कारस्य कारणं भवति, तदेव इन्द्रियं मनः इत्युच्यते. तथा च मनसः लक्षणस्य एकं दलं सुखाद्युपलब्धिसाधनत्वं सुखाद्युपलब्धेः कारणत्वं कारणं मनः कारणत्वं मनसि अस्ति कार्यम् अहं सुखी इति ज्ञानं वर्तते चेत् तस्य कारणं मनः वर्तते एव कारणं विना कार्यं नोत्पद्यते यत्र कार्यम् उत्पन्नम् अवश्यं तत्र कारणेन भाव्यं कारणं भवेत् एव साधनं भवेत् एव अत्रापि महोदय नूतनं किमपि नास्ति किन्तु संक्षिप्तरूपेण अत्र किमस्ति इति संक्षिप्तरूपेण महोदय तत्र वदति किमपि अनुभवम् अस्ति चेत् तस्य साधनमपि भवेत् सत्यं तत्र ज्ञानं प्रत्यक्षम् उपलब्धिः साक्षात्कारः प्रतीतिः प्रत्ययः एतत् सर्वे पदानि पर्यायपदानि एकमेव पर्यायपदाः इति उपयुक्तं तत्र साक्षात्कारः इति नूतनपदप्रयोगमपि भवति महोदय सत्यं साक्षात्कारः वा उपलब्धिः वा प्रत्यक्षं वा तदपि समानमिति दृश्यते महोदय सत्यं वा महोदय आम् आम् एतत् सर्वं पर्यायपदानि सन्ति प्रत्यक्षं ज्ञानात् ज्ञानं प्रत्यक्षम् उपलब्धिः साक्षात्कारः प्रतीतिः प्रत्ययः इत्युक्ते एतेषां सर्वेषाम् अर्थः अस्ति ज्ञानम् इति तावदेव महोदय सुखादीनां ज्ञानस्य षट् गुणाः यत् ये सन्ति ते मनसा लभ्यते मनसा उपलब्धिस्थानं मनस् उपलब्धिस्थानं नास्ति उपलब्धिसाधनम् उपलब्धिस्थानं तु आत्मा आम् उत्पद्यते आत्मनि उत्पद्यते किन्तु कथं ज्ञायते अधिकरणं तु आत्मा अस्ति केन ज्ञायते इति चेत् तत्र उपलब्धिसाधनम् इत्युक्ते तत्र करणं किम् इति चेत् मनः इति मनसा एव एते सर्वे ज्ञायन्ते मनस्तु करणमेव आं महोदय सुखाद्युपलब्धेः कारणत्वम् इति किमर्थं लिखितं महोदय मनसः तत्र करणत्वेन कारणत्वमपि सिद्ध्यति किल यत् करणं तत् कारणमपि भवति महोदय भवान् मम गृहम् आगतम् इण्टर्मीडियट् तत्र केन करणेन अत्र आगतम् इति चेत् भवान् वदति यानेन आगतम् इति अतः मम गृहस्य आगमनाय यानमपि एकं कारणं भवति यत् करणं तत् कारणमपि महोदय किन्तु भवतः दर्शनमेव कारणं यानं न तु तदपि कारणं यदि इदानीं मम दर्शनं भवेत् इति भवतः आत्मनि इच्छा अस्ति चेदपि यदि यानं नास्ति चेत् कथं वा तत्र किमपि कर्तव्यं किल यदा भवान् तिष्ठति महोदय ततः मम पुरस्तात् भवता आगन्तव्यं नो चेत् मम दर्शनं न लब्धुं शक्यते अतः तत्र किमपि साधनस्य आवश्यकता अस्ति यानि साधनानि सन्ति तानि सर्वाणि कारणानि इति नैयायिकानि यत्र कार्यम् उत्पन्नम् अवश्यं तत्र कारणं कारणेन भाव्यं कारणं भवेदेव साधनं भवेदेव इति उक्तं कारणम् इत्युक्ते साधनं साधनं करणम् अस्ति चेत् तस्मिन् कारणत्वम् अपि वर्तते अतः मनः यदस्ति तदपि कारणं हा सुखस्य मनः विना मनसा विना तत्र ज्ञानं लब्धुं शक्यते वा न शक्यते किल न इति कृत्वा ज्ञानस्य कारणं यद्यपि अधिष्ठानरूपेण आत्मा अस्ति, साधनरूपेण मनः अपि कारणमस्ति. अहो महोदय, अतः एव भवतः आत्मनि यद् ज्ञानं जायते तत् मया न ज्ञायते. किमर्थम् इत्युक्ते मम मनः तत्र नास्ति, भवतः शरीरे मम मनः नास्ति, मम शरीरे एव मम मनः अस्ति इति कृत्वा यद् ज्ञानं मम आत्मनि मम शरीरे जायते तद् मम मनसा ज्ञायते, न तु भवतः आत्मनि उत्पद्यमानज्ञानम् इति अस्ति. शरीरे अस्ति, मम शरीरे मम मनः. शरीरे कुत्र अस्ति इति दत्तं शरीरे. इदानीं मनसः परिमाणं किं? समीचीनप्रश्नः रिजि भगिनि. मनसः परिमाणं किं? मनसः परमाणुपरिमाणं करेक्ट्. परमाणुपरिमाणम् इदानीं कुत्र ज्ञानं जायते तत्र वर्तते वा? न, तादृशमपि न वक्तव्यं किल. इदानीं मनः हृदये अस्ति इति चिन्तयतु. हृदयम् इति यद् यद् शरीरस्य भागः अस्ति तत्र मनः वर्तते इति स्वीकुर्मः केवलं चर्चार्थम्. इदानीं हृदये मनः अस्ति, आत्मा कुत्र अस्ति? आत्मा सर्वत्र अस्ति किल. आत्मा सर्वत्र अस्ति. सर्वत्र अस्ति चेत् यत्र मम मनः अस्ति हृदये लघु आकाशे यत्र मम आत्मा अस्ति तत्रापि, क्षम्यतां, यत्र मम मनः अस्ति तत्रापि आत्मा अस्ति किल? अस्ति अस्ति अस्ति. तत्र आत्ममनयोः संयोगः भवत्येव किल? आम् आम्. इदानीं ज्ञानम् आत्मनि कुत्र वर्तते? आ ज्ञानम् आत्मनि एकस्मिन् पार्श्वे वर्तते इति न वक्तव्यम्. ज्ञानम् आत्मनि वर्तते. यत्र यत्र आत्मा अस्ति तत्र सर्वत्र ज्ञानं वर्तते एव. किन्तु तत्र अतः तत्र आत्ममनसंयोगेन मनसा ग्रहीतुं शक्यते. हा, इदानीं भवती अस्ति इति चिन्तयतु. मम पुरतः भवती अस्ति इति चिन्तयतु. भवत्याः आह्वानं मया कर्तव्यम् इति चिन्तयतु. अहं तत्र भवत्याः हस्ते लघु तत्र प्रदेशे किञ्चिदिव स्पर्शं करोमि इति चिन्तयतु. भवत्याः सम्पूर्ण आह्वानमहं करोमि किल? यद्यपि तत्र भवत्याः हस्ते लघुप्रदेशे एव मया स्पर्शः कृतः, तथापि भवती सम्पूर्णरीत्या मम आह्वानं कृतवान् वा इति पृच्छति किल? आम् आम् आम्. अतः तत्र भवत्याः शरीरे सर्वत्र स्पर्शनं कृत्वा भवत्याः आह्वानं मया करणीयम् इति नियमः नास्ति इति तादृशं तत्र आत्मा तु मम शरीरे सर्वत्र, मम शरीरे सर्वत्र वर्तते, शरीरात् बहिः अपि वर्तते इति तु सत्यं. किन्तु इदानीम् अस्माकं चिन्तनं तत्र न भवितव्यं. शरीरे वर्तते, सर्वत्र वर्तते इति कृत्वा ज्ञानम् आत्मनि वर्तते इति कृत्वा यत्र आत्ममनसंयोगः भवति तत्रापि सुखं वा दुःखं वा ज्ञानं वा भवति इत्यतः मनसा तद् ज्ञातुं शक्यते. यद्यपि मनः हृदयस्य अन्तः अस्ति. हा, यद्यपि लघुप्रदेशे एव मनः अस्ति अस्ति, तथापि तत्र तस्मिन् प्रदेशे आत्ममनसंयोगः वर्तते. मनः इति अपि द्रव्यम्, आत्मा इति अपि द्रव्यम् इति कृत्वा तत्र आत्ममनयोः संयोगः भवति इति कृत्वा आत्मनि विद्यमानस्य ज्ञानस्य प्रत्यक्षं मनसा ज्ञातुं शक्यते. मनः हृदये अस्ति इति अनुमानं वा? न, इति मया इदम् इदानीं मनः यत्र कुत्र, इदानीं तत्र अङ्गुली अस्ति किल, तत्र मनः अस्ति इति चिन्तयतु, तत्रापि आत्मा अस्ति किल, हृदये अस्ति इति शरीरे भवेत्, हा मनः तु परमाणुपरिमाणमस्ति, शरीरस्य यत्र कुत्रापि भागे मनः भवेत्, यत्र कुत्रापि भवतु, इदानीम् अङ्गुल्याम् अस्ति इति स्वीकुर्मश्चेदपि तत्रापि आत्मा अस्ति, आत्मनि एव ज्ञानम् उत्पद्यते इति कृत्वा यत्र यत्र आत्ममनसंयोगः अस्ति तत्रापि आत्मनि विद्यमा आत्मनि उत्पद्यमान ज्ञानम् अस्ति इति कृत्वा मनसा गृह्यते एव. अतः शरीरे वर्तते इति वक्तव्यम्. शरीरे कुत्र वर्तते, यत्र कुत्रापि भवतु, आत्मा शरीरस्य सर्वस्य भागे अस्ति इति कृत्वा यत्र कुत्रापि तत्र मन आत्मसंयोगः भवेत् तावदेव आवश्यकमस्ति. अस्तु, समीचीनम्. इदानीं विजयभगिनी भवती एव अग्रे पठतु. एकनिमिषं विजया भगिनी, अहं विजी भगिनी इति उक्तवान्. एकनिमिषं विजी भगिनी पठतु. तच्च प्रत्यात्मनियतत्वं संयुक्तत्वं मनसि ज्ञानाधिकरणमात्मा इति लक्षणवाक्येन सर्वेषु आत्मसु ज्ञानमुत्पद्यते एव. मम आत्मनि अहं सुखी इति ज्ञानम् उत्पद्यते. भवतः आत्मनि अहं सुखी इति ज्ञानम् उत्पद्यते. सर्वदा कस्मिन् अपि आत्मनि ज्ञानम् उत्पद्यते एव. अन्यच्च इदानीमेव इदम् अपि बुद्धं यत् ज्ञानस्य उत्पत्त्यर्थं मनः अवश्यम् अपेक्षते. मनः एव कारणं ज्ञानस्य. कारणं विना कार्यं न उत्पद्यते. अतः मनः विना ज्ञानं न उत्पद्यते. मनः विना साक्षात्कारः सुखसाक्षात्कारः दुःखसाक्षात्कारः न भवति. सर्वेषां सुखसाक्षात्कारः दुःखसाक्षात्कारः च भवति. अतः मनः अवश्यं वर्तते इति वक्तव्यम्. सुखसाक्षात्कारः इति कार्यं, मनः कारणं, कार्यं दृष्ट्वा कारणमस्ति इति अनुमीयते. तर्हि सर्वेषाम् आत्मनां ज्ञान आश्रयत्वात् सर्वेषु आत्मसु ज्ञान उत्पत्ति सम्भवात् तत्र मनः अवश्यं वर्तते इति वक्तव्यम्. सारांशः एवं यत् प्रत्यात्मनियत्वं प्रत्यात्मनियतत्वं संयुक्तत्वं मनसि ప్రత్యేకం. మీరు మాట్లాడుతున్న వ్యక్తి మీ కాల్ ను హోల్డ్ లో ఉంచారు, దయచేసి లైన్ లో ఉండండి. అత్రాపి నూతనం కిమపి నాస్తి, కిమపి నాస్తి. మమ మనః మమ శరీరే అస్తి. జ్ఞానం యత్ ఉత్పత్తి మమ మనసా గృహ్యతే. अन्ये कोऽपि शरीरे यत् मनः अस्ति, आत्मः अस्ति, तत्र तस्मिन् विद्यमानज्ञानं तस्य मनसा जायते. तच्च प्रत्यात्मनियतत्वं संयुक्तम् इति प्रत्यात्मनियतत्वं संयुक्तम् इत्युक्ते प्रत्येकम् आत्मनः एकं मनः इति सारांशरूपेण. प्रत्येकं शरीरे मनः अस्ति, प्रत्येकम् आत्मनः एकं मनः ये यस्मिन् यस्मिन् आत्मनि विद्यमानज्ञानं तस्य शरीरे विद्यमानमनसा प्रत्यक्षं जायते. हा सुखसाक्षात्कारः वा दुःखसाक्षात्कारः वा किमपि धर्म अधर्मः किमपि तस्मिन् विद्यमान मनसा आत्मनि जायते. हा तद् धर्म अधर्मः ज्ञातुं शक्यते न ज्ञातुं शक्यते किल मनसा, अतः तन्न वक्तव्यम्. आमां प्रथम षट्गुणाः एव मनसा गृहीतुं शक्यते. धर्माधर्मः दुःखं सुखम् इच्छा द्वेषम् इत्यादिकं प्रयत्नः इत्यादि षट्गुणाः आत्मानं ज्ञानम् आश्रयत्वं सर्वेषु आत्मसु ज्ञान उत्पत्तिः सम्भवात् तत्र मनः वर्तते. हा अत्र मुख्यांशः किम् इति चेत् आत्मा अनेकाः, आत्मानः अनेकाः, जीवात्मानः अनेकाः इति अस्माभिः अधीतम्. अतः यावन्तः आत्मानः सन्ति तावन्तः मनांसि अपि भवेत् इति नियमः. किमर्थमित्युक्ते अहं सुखी अहं दुःखी इति ज्ञानं मनसा विना न जायते इति कृत्वा तत्र प्रत्येकम् आत्मनः प्रत्येकं मनः भवेत् इति नियमः. तावदेव उक्तम् अत्र. अस्तु विजया भगिनी अग्रे. आं जि तथा च प्रति आत्मनेयत्वात् अनन्तम् आत्मनाम् अनेकत्वात् मनसः अपि अनेकत्वम्. मम एकमनः भवतः एकमनः अन्यस्य अन्यत् मनः इति आत्मानः भिन्नभिन्नाः भवन्ति किल. एकैकस्य आत्मनः एकैकैकं मनः प्रत्यात्मनियतः अयम् आत्मा चैत्रात्मा कस्यापि एकमनः वर्तते. मैत्रः अपि कश्चन मैत्रात्मा कस्यापि एकं मनः. अन्यः देवदत्तः तस्यापि एकमनः. अन्यः यज्ञदत्तः तस्यापि एकमनः इति सर्वेषाम् आत्मानाम् एकैकं मनः वर्तते. अपि च आत्मानः अनन्ताः. तर्हि प्रत्यात्मनियतत्वात् मनः अपि अनन्तं. मनांसि कति वर्तन्ते? अनन्तानि. न तु एकं देव अनन्तानि. आत्मनाम् अनेकत्वात् मनसः अपि अनन्तत्वम्. एतत् तत्र किमपि नूतनं नास्ति. मनः अनेकत्वम् आत्मानम् अनेकत्वम् इति तत्र दत्तं तावदेव तत्र. आम् इति कृत्वा तत्र परजीवात्मनः अनेकत्वम् उक्तम् इत्यतः प्रत्येकं जीवात्मनः मनसि आत्मनि यत् सुखं वा दुःखं जायते तस्य ज्ञानं तत्र मनसा विना न भवति इत्यतः मनसः अनेकत्वम् अपि स्वीकृतं. मनांसि अनेकानि इति तावदुक्तम्. इदानीं तस्मिन् अग्रे इदानीं तस्य स्वरूपं किञ्चिदिव अस्ति, किन्तु इदानीं समयः जातः, प्रायः दशनिमिषं स्वीकर्तव्यं भवति. अस्तु तर्हि अत्र स्थगयामः, अग्रे इतः पठेम. न तत्र पठेम, तत्र वर्गे एव पठेम, अग्रिमवर्गे पठेम किञ्चिदिव. अपि च अग्रिमवर्गे तत्र इतोपि वयं किं कुर्मः, इदानीं तत्र द्रव्याणां निरूपणं सम्पूर्णतया कृतम् इत्यतः तत्र पुनस्मारणरूपेण अहं किञ्चित् प्रश्नान् पृच्छामि. सर्वे कृपया एकवारं तत्र लक्षणवाक्यं किमस्ति, किमर्थम् एतादृशलक्षणवाक्यं दत्तं, प्रत्येकं द्रव्यस्य परिमाणं किं, सङ्ख्या किम्, अपि च नित्यत्वम् अनित्यत्वम् इत्यस्मिन् विषये किमस्ति, लक्षणवाक्यं किं, लक्षणवाक्ये कति दलानि सन्ति इति, एतत् सर्वम् एकवारं स्थूलरीत्या पठित्वा आगच्छन्तु अग्रिम कक्षे. तत्र केवलं लघुप्रश्नान् अहं करोमि, तत्र पुनस्मारणत्वेन सर्वेषां लाभाय भवति. तद् वयम् अग्रिमवर्गे कुर्मः. तदनन्तरं तत्र गुणाः सन्ति किल, चतुर्विंशतिगुणाः, तेषां लक्षणस्य विषये वयं गच्छेम. किन्तु अग्रिमवर्गे किं भवति, अत्र अवशिष्टभागः यदस्ति तत् पठेम. तदनन्तरं प्रश्नान् पुनस्मारणाय केचन प्रश्नान् अहं पृच्छामि. भवन्तः सर्वे किञ्चित् पठित्वा वर्गम् आगच्छन्तु इति प्रार्थयामि. सर्वेषां नूतन संवत्सरस्य शुभाशयाः. अग्रिमवर्गे मिलामः. तत्र विधि भगिनी पृष्टवती खलु दया इति